तर्हि निजान्तानां विषयः प्रवर्तमानः अस्ति, विशेषतः कृदन्तप्रसङ्गे इति अस्ति. हा, इदानीं भविष्यति. तत्र गतसप्ताहे अस्माभिः किञ्चित् दृष्टम्. अद्यतनवर्गे किमर्थं कुत्रचित् गुणः भवति, कुत्रचित् गुणः न भवति इत्यादिकं पश्येम. तत्र करपत्रस्य अन्ते केचन विषयाः सन्ति, ल्यप्, क्त्वा, तुमुन्. तत्र क्त इत्यस्मात् आरभ्य क्त प्रत्यये परे, क्तवतु प्रत्यये परे च. अत्र क्तवतु इति रूपमस्ति. अत्र उपरि पश्यन्तु, तुमुन् अस्ति गन्तुं, गत्वा तत्र क्त्वा इति गत्वा, ल्यप् इति निर्गम्य, क्तवतु इति गतवान्. नाम तत्र क्त, तत्र सर्वैः अवगन्तव्यमस्ति यत् क्तप्रत्ययः क्तवतु नाम मया कार्यं कृतम्, अहं कार्यं कृतवान्. साधारणरीत्या अस्माभिः उच्यते यत् क्तवतु इति कर्तृ अर्थे अस्ति, क्तप्रत्ययः कर्मणि अर्थे अस्ति. किन्तु रूपं, रूपस्य साधनं समानमस्ति. रूपस्य साधनं समानमस्ति इति कृत्वा मिलित्वा द्वयोः क्त कृतम् इति रूपं, क्तवतु कृतवान् इति रूपं, द्वयोः मिलित्वा एका संज्ञा तत्र प्राप्नोति. द्वयोः एका एव संज्ञा भवति, निष्ठा. इति कृत्वा एकं सूत्रम् अस्माभिः परिशीलितमासीत् पूर्वं, निष्ठायां सेति इति एकं सूत्रम्. अतः अत्र क्तान्तरूपं नास्ति, किन्तु क्तवतु अस्ति, गतवान्, रक्षितवान् इत्यादिकं. तर्हि निजन्ते अस्य अवगमनार्थं तत्र निष्ठायां सेति अपि अपेक्षितमस्ति. आरम्भे सारल्यं भवति तुमुन्. तुमुन् इत्यस्मिन् सारल्यमस्ति, यतोहि तत्र ककारः आरम्भे नास्ति. क्तप्रत्ययः क्तवतु, क्त्वा, एषु स्थलेषु सर्वत्र ककारः अस्ति. ककारः अस्ति इति कृत्वा सामान्यचिन्तनमस्ति तत्र गुणनिषेधः अस्ति. ककारः यत्र अस्ति, किङति चाति सूत्रेण तत्र गुणनिषेधः भवति. तुमुन् तथा जातिल्यं किमपि नास्ति. तर्हि एतत् सर्वं पश्येम एकवारं. तुमुन्, तुमुन् इत्यस्मिन् किं लिखितमस्ति? अत्र राजेन्द्रमहोदय पठतु तुमुन् प्रत्यये परे. तुमुन् एकनिमिषं महोदय, यत्र करपत्रे परे प्रत्यये परे, करपत्रे तुमुन् प्रत्यये परे इति एका श्रेणी अस्ति, लिखितमस्ति, न पश्यति वा? अस्तु, राजी भगिनी पठतु. धुमन् प्रत्यये परे निजन्तप्रसङ्गे गुणकार्यं सर्वत्र. निजन्तधातवः सर्वे अनेकाचः इति कारणतः सर्वे सेटः. तुमुन् वलादिः अतः सेट्. निजन्तप्रयोगे सर्वत्र गुणः भवति. सर्वे धातवः अनेकाचः इति कारणात् सर्वे सेटः. सेट् इत्युक्ते सः, यस्य, इट्, सेटः. तुमुन् वलादि, वलादिप्रत्ययस्य कापि केपि वर्णाः तुमुन् प्रत्यये अस्ति. वलादि यदि बलादिप्रत्ययः अस्ति तर्हि सेट् भवति. अतः तुमुन् तावर्ग वलादि प्रत्ययस्य कश्चन वर्णः अस्ति, अतः सेट् तावर्णः. तकारः बहु सम्यक् अस्ति. बलादिप्रत्ययस्य प्रत्यये अन्तर्भूतवर्णः हा वल् प्रत्याहारे कश्चन वर्णसमूहः अस्ति माहेश्वरसूत्रेषु तत्र तत्र वर्णसमूहाः भवन्ति खलु आम् आं महोदय तत्र वल् इति कश्चन प्रत्याहारः यथा हल् अथवा अच् अच् इति सर्वे स्वराः खलु विहाय सर्वे करन्तवर्णाः वल् प्रत्याहारे अस्ति तत्र यकारं विहाय इति अस्ति अस्तु बहु समीचीनमस्ति नाम अच् इति अच् इत्यस्य कथनेन अ इ ऊन् रुल् ऋक् ए ओङ् ऐ औच् इति अच् इति सर्वे स्वराः सन्ति अनन्तरं हल् इति ततः अग्रे ह इत्यस्मात् आरभ्य ल पर्यन्तम् इति कृत्वा सर्वे हल् वर्णाः नाम व्यञ्जनानि सर्वाणि तत्र ह य व इत्यस्मात् आरभ्य ल पर्यन्तम् इति वर्णसमूहः अस्ति खलु वल् वल् इति प्रत्याहारः अस्ति तस्य तत्र तुमुन् इत्यस्य आदौ तकारः अस्ति तकारः अस्मिन् वर्णसमूहे अन्तर्भूतः अस्ति इति कृत्वा तुमुन् इति वलादिः वल् आदौ यस्य सः इति कृत्वा तुमुन् तथा अस्ति यः कोऽपि प्रत्ययः सामान्यनियमः इति यः कोऽपि प्रत्ययः वलादिः अस्ति सः प्रत्ययः तुमुन् इति कश्चन प्रत्ययः सेट् भवति यस्य नाम तत्र यकारः तस्य प्रत्ययस्य आदौ यकारः नास्ति चेत् अपि च अच् वर्णः नास्ति चेत् स च प्रत्ययः सेट् भवति नाम इडागमः आगच्छति इति कारणतः अत्र अधोभागे अत्र प्रदर्शितमस्ति नाशियोगः इडागमः योगः तुमुन् नाशियोगः इतुं नाम एतुम् इति यतोहि तत्र नकारः अनुबन्धलोपः तुम् इति अवशिष्यते इडागमः अस्ति इति कृत्वा इतुम् इति इदानीं सर्वत्र भवति यत्र यत्र धातुः अपि सेट् प्रत्ययः अपि सेट् तत्र इडागमः भवति अपि च कश्चन नियमः अस्ति यत् धातुः अनेकाच् अस्ति चेत् नाम तस्मिन् धातौ एकस्मात् अधिकाः अच् वर्णाः सन्ति चेत् स च धातुः अनेकाच् अस्ति तत्र णिजन्तदातवः सर्वे अनेकाचः सन्ति यतोहि तत्र यस्मिन् कस्मिन्नपि साधारणधातुः यः कोऽपि साधारणधातुः अस्ति यथा नष्टातुः एकः स्वरः तु भवति एव यः कोऽपि धातुः एवं तादृश न कोऽपि धातुः अस्ति साधारणधातुः यस्मिन् एच् न स्यात् तर्हि साधारणधातुषु अच् एकः न्यूनातिन्यूनम् अस्ति एव अनन्तरं णिच् इति संयोजयामः नाम इकारः अतः एकस्मात् अधिकाः स्वरवर्णाः भवन्ति एव इति कृत्वा अनेकाच् सर्वे अनेकाचः धातवः सेट् भवन्ति नाम इडागमः इडागमस्य आनुकूल्यं तर्हि धातुः सेट् प्रत्ययः सेट् इत्युक्ते इडागमः आगमिष्यति एव इति कृत्वा अग्रे इदानीं पश्यामः अधोभागे तत्र नाशी योगः इडागमः योगः तुमुन् अत्र इडागमः किमर्थमस्ति इति राजेन्द्रमहोदय वदतु किमर्थमस्ति अत्र नाशीयोगः तत् इडागमः अस्ति महोदय यथा यथा धातुः अपि सेट् अस्ति अपि च तुमुन् तवर्णः तत् वल् प्रत्याहारे अन्तर्भूतः अस्ति अन्यतमः तदपि सेट् अस्ति तत् कारणात् इडागमः भवति इडागमः अनुकूलः भवति हा समीचीनमस्ति नाम धातुः अपि सेट् नाम तत्र इडानुकूल्यमस्ति धातोः तुम् अपि सेट् तुमुन् अपि सेट् नाम इडागम आनुकूल्यमस्ति प्रत्ययस्य अपि इति कृत्वा द्वयोः सेट् आनुकूल्यमस्ति नाम सेट् तत्र अनुकूलः अनुकूलौ द्वौ अपि इति कृत्वा इदागमः भवति. इदानीं किमर्थम् आनुकूल्यमस्ति तत्र धातोः अपि च प्रत्ययस्य इति मेहुलमहोदय वदतु एकवारम्. महोदय अस्ति वा? आम् आम् महोदय, एकः प्रश्नः. किं प्रश्नः? तत्र अस्माकम् अवधानम् अत्र अस्ति, अन्यत्र न स्यात्. प्रश्नः प्रश्नः कः? अत्र पद्मा भगिनी वदति वा प्रश्नः? जयन्ति भगिनी वदतु. प्रश्नः अस्ति यत् किमर्थम् इदागमः भवति इति. हा, तस्य उत्तरं किम्? उत्तरमस्ति यत् यत्र धातुः सेट् अस्ति अपि तु प्रत्यय अपि सेट् अस्ति तत्र इदागमः भवति. अत्र अत्र किमर्थं सेट् धातुः धातुः किमर्थं सेट् किमर्थं प्रत्ययः सेट् इति उक्तवन्तः. नाशि इत्यस्य धातौ इकारः अस्ति. नाशि नाशि इति निजन्तदातौ एकस्मात् अकारः इकारः इति कृत्वा सेत् अस्ति. एकस्मात् किमस्ति? एकस्मात् अच्वर्णाः अधिकाः. एकस्मात् अधिकाः अच्वर्णाः. तत् नाम अस्ति किम्? अनेकाच् अनेकाच् इति. हा, इति कृत्वा सेत् अस्ति, सेत् धातुः. तुमुन् इति नकारस्य लोपः भवति. अनेकाच् इति बहुव्रीहिसमासः अस्ति. अनेके अचः. यस्य इति वा? यस्य अनेके अचः. यस्य इति अनेकाच्. अस्तु. अनेके अचः. अचः इति बहुवचने अस्ति. अच् चकारान्तशब्दः. अच् इति तत्र पाणिनिः शब्दं करोति, सः तत्र पदमस्ति. चकारान्तशब्दः अच् अचौ अचः. चकारान्तशब्दः तत्र चकारान्तशब्दाः तत्र भवन्ति खलु. अत्र साधारणतया ककारः ककारः भवति, किन्तु अत्र न वक्तव्यमस्ति. अत्र अच् अचौ अचः. अच् अचौ अचः इति अस्ति. अत्र अचः बहुवचने अस्ति. अनेके अचः. यस्य सः अनेकाच्. अनेकाच् धातुः. तर्हि नासि इति तत्र के के वर्णाः सन्ति? स्वरवर्णाः आकारः अस्ति. आकारान्तधातुः अपि तु इकारः. नश् धातुः. नश् धातुः अनेकाच् अस्ति वा? नश् धातुः अनेकाच् न, केवलम् अकारः अस्ति. तत्र अनेकाच् नास्ति. अनेकाच् नास्ति इत्युक्ते न्यूनातिन्यूनं द्वौ भवेत् इति वा? द्वौ अच्वर्णौ न्यूनातिन्यूनं. न्यूनातिन्यूनं नाम एक न स्यात्. अनेकाच् अनेक अनेक इत्युक्ते एक न. आम् अस्तु. एक एव इति न, अनेकाच् नाम अनेक अनेक इत्युक्ते बहवः. सामान्यतया वयं वदामः लैक् अनेके अनेके जनाः आगतवन्तः इत्युक्ते बहवः जनाः आगतवन्तः. अनेक इति शब्दस्य अर्थः एकं न. जनद्वयं भवति चेत् तत्र अनेके जनाः. वस्तुतः केवलम् एकं न स्यात्. केवलमेकमिति न स्यात्. तदर्थम् अत्र अत्र पश्यतु. अत्र तुमुन् इति यत्र नश् धातु अस्ति तत्र तुमुनतरूपं किम् अस्ति? धातुः नास्ति इति कृत्वा इदागमः न भवति तत्र। हा तर्हि नश् योगः तुं किं भवति? नष्टुमिति एव अस्ति, इदागमः नास्ति, अनेकात् धातुः नास्ति। इदानीं यावन्तः अनेकाचः धातवः सन्ति, तत्र बहवः सन्ति, ते सर्वे अनिट् नाम सेट् न इति नास्ति, किन्तु ये ये अनेकाच् धातवः सन्ति ते सर्वे सेट् सेटः। किन्तु अत्र नश् धातुः सेट् नास्ति, अनिट् इति कारणतः, यद्यपि तुमुन् सेट् अस्ति किन्तु नश् अनिट् द्वयमपि अपेक्षितं तत्र सेट् अनुकूलः इति कृत्वा नष्टुं भवति न तु नशितुं। नो चेत् नश् धातुः यदि सेट् स्यात् तर्हि नशितुमिति भवति स्म, नशितुं, किन्तु नास्ति, तदर्थं नष्टुं नष्टुमिति रूपं भवति। हा अस्तु, तर्हि अत्र नाशयति अनेकाच् अस्ति इति कृत्वा सेट्। इदानीं तुमुन् सेट् अस्ति किमर्थम् इति बालसुब्रह्मण्यं वदतु। तुमुन् इति प्रत्ययः आदिमवर्णः, तकारः, तकारः स्वरः वर्णः नास्ति, यकार नास्ति, तस्मात् बल् प्रत्याहारवर्णः, सो बलादि वर्णः अस्ति, तस्मात् इड् इड् अनुकूलः भवति। अपि च नताशा भगिनी अस्ति वा? आं महोदय। हा तत्र पुस्तकमस्ति, वयं कुत्र स्मः इति प्रायः न जानाति खलु, तत्र सप्तसप्ततितमे पुटे अस्ति, 77। आं महोदय, अहं करपत्रम् अस्ति, करपत्रमपि अस्ति, करपत्रमपि अस्ति, अस्तु। हा नाम तुमुन् इति स्थानं तत्र प्राप्तवती। हा आं महोदय, अस्तु, समीचीनं। किञ्चित् अवगमनम् अस्ति यत् वयम् उक्तवन्तः? आं महोदय, अस्तु, सम्यक्। तर्हि कृपया म्यूट् करोतु, यस्य दूरवाणी अस्ति तत्र। नाशी, तर्हि अत्र नाशी तुमुन् रूपद्वयमपि इदानुकूलम् अस्ति इति कृत्वा इडागमः भवति। अपि च नाशीयोगः इतुं तर्हि भवति, ततः अग्रे ये अस्मासु किञ्चित् अधीतवन्तः, वयं जानीमः यत् तत् सार्वधातुकादधातुकयोः इति एकं सूत्रमस्ति, यः प्रत्ययः सार्वधातुकः अथवा आदधातुकः अस्ति तत्र तस्य तद् आधारीकृत्य नाशी इति ईकारस्य गुणः भवति इति नाशे भवति इतुम् एचो, तत्र दोषः अस्ति, एचो यवायावः इति सूत्रे तत्र अयादेशः भवति नाशयितुं, नाशे अयादेशः, नाशै इतुं नाशयितुम् इति स्पष्टं स्यात्। एवमेव सर्वत्र भवति, तुमुन् इति सरलमस्ति, तुमुन् इति बहु अतीव सरलमस्ति, स्मारयितुं, दर्शि दर्शयितुं, नाम स्मारयितुं, स्मारयितुं, स्मारयितुं, दर्शि दर्शयितुं, दर्शे गुणः दर्शयितुम्, अयादेशः दर्शयितुं, कारयितुम् इति स्पष्टं स्यात्। तत्र गुणः भवति सर्वत्र, किन्तु क्त्वा प्रत्ययः तथा नास्ति अग्रे, क्त्वा प्रत्ययः किमर्थमिति चेत् तत्र एकं सूत्रमस्ति, ङिति च इति गुणनिषेधः, गुणनिषेधः अस्ति। तर्हि अत्र उपरि कारी कारे दर्शि दर्शे इकारस्य गुणः स्मारि स्मारे इति सर्वत्र तुमुन् इति प्रसङ्गे भवति, अत्र क्त्वा इति प्रसङ्गे न भवति स्म, यतोहि ङेति च इत्यनेन गुणनिषेधः। किन्तु अत्र रूपाणि पुस्तके वयं पश्यामः, तत्र गुणः सर्वत्र भवति, तदर्थं विद्याभगिनी किं लिखितमस्ति? त्वा प्रत्यये परे त्वा प्रत्ययः कित् यस्मात् मिति च इत्यनेन गुणनिषेधः, परन्तु न त्वा सेट् इति अतिदेशसूत्रेण इडागमे सति त्वप्रत्ययस्य अकित्वम् अध्यारोप्यते। अत्र त्वप्रत्ययः तत्र त्वप्रत्ययस्य आदौ ककारः अस्ति, ककारः कित् अस्ति, तस्य संज्ञा अस्ति, अतः अत्र यः प्रत्ययः कित् अस्ति तत्र गुणनिषेधः भवति मिति च इति सूत्रेण। परन्तु अत्र विशिष्टसूत्रमस्ति न त्वा सेत् इति, तत् सूत्रम् अतिदेशसूत्रम् इति उक्तम्। इत्युक्ते अतिदेशसूत्रम् इत्युक्ते यत्र प्रत्ययस्य मूलस्वभावः तथा नास्ति, परन्तु किमपि सूत्रेण तस्य स्वभावस्य परिवर्तनं भवति इति तत्र अतिदेशसूत्रम् इति अतिदेशसूत्रेण इडागमे सति त्वप्रत्ययस्य अकित्वम् अध्यारोप्यते। इत्युक्ते इदानीम् अत्र त्वप्रत्ययः तत्र कित्वम् अस्ति, परन्तु न त्वा सेट् इति सूत्रेण तस्य उपरि अकित्वम् अध्यारोप्यते इति कृत्वा इदानीं तत्र त्वप्रत्ययः अकित् प्रत्ययः भवति। समीचीनमस्ति। तत्र किं लिखितमस्ति, तत्र नक्त्वा सेट् इडागमनेन नत्वा सेट् इडागमेन युक्तत्वा प्रत्ययस्य कित्त्वं न स्यात्, इता सः वर्तते इति सेट् न अव्ययपदं त्वा लुप्तप्रथमान्तं प्रथमान्तकं प्रथमाकं सेट् प्रथमान्तं त्रिपदमिदं सूत्रम्। असयोगात् लिट् कित् इत्यस्मात् कित् इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रं सेट् त्वा न कित्। तर्हि यत्र त्वा प्रत्ययस्य इडनुकूलता अस्ति, इत्युक्ते तत्र इडागमः भवति, इत्युक्ते तत्र धातुः अपि सेट् भवति चेत् एव तत्र त्वा प्रत्ययस्य इडागमः भवति। यत्र तादृशपरिस्थितिः अस्ति, तादृशी परिस्थितिः अस्ति, तत्र त्वा प्रत्ययः तत्र कित्त्वं न भवति, अकित्त्वं भवति, प्रत्ययस्य अकित्त्वम्। इडागमेन युक्तत्वा प्रति सम्यक् अस्ति। तर्हि अत्र किं भवति, यत् गुणः न भवति स्म, किन्तु यत्र इडागमः भवति तत्र गुणः अपि भवति। तत्र इडागमः न भवति चेत् न भवति इति सामान्यनियमः तत्र भविष्यति, ङिति च इत्यनेन गुणनिषेधः अन्यत्र सर्वत्र भवति। किन्तु यत्र इडागमः भवति क्त्वा प्रसङ्गे तत्र कित्त्वं न स्यात्, यद्यपि ककारः नाम क्त्वा इत्यस्मिन् ककारः अस्ति, किन्तु अध्यारोपः क्रियते, नाम मन्तव्यमस्ति यत् अत्र ककारः नास्ति इति अध्यारोपः। अस्तु, स्वभावेन ककारः अस्ति किन्तु अत्र अध्यारोपः भवति इति कारणतः अग्रे सुब्रह्मण्यं तत्र महोदय अग्रे महोदय एकः प्रश्नः अस्ति, यदि धातुः अनेका अस्ति चेत् धातुः अनेकाच् अस्ति प्रत्ययः त्वा अस्ति तस्मिन् सन्दर्भे इडागमः भवति किल? भवति इदागम यथा अग्रे उदाहरणमस्ति, किन्तु सर्वे दातवः तथा न सन्ति, अग्रे वयं द्रक्ष्यामः। सुब्रह्मण्यं तत्र अग्रे कृपया। इदानीम् अत्र दृष्टान्तमस्ति, नासि योगः इडागमः योगः त्वा अत्र नाशि योगः इत्वा अत्र किञ्चित् स्मारयतु किमर्थम् इडागमः जातः. अत्र धातुः अनेकाच् अस्ति, नाशि इति निजन्तधातुः, अनेकाच् धातुः अस्ति. इत्युक्ते एकस्य अधिक अच्वर्णः अस्ति तस्मिन्, अतः अनेकाच् अनेकाचः. अतः धातुः इडानुकूलधातुः. त्वा इति प्रत्ययौ अनुबन्धलोपानन्तरं त्वा इति अवशिष्यते. अत्र ता यदस्ति प्रथमवर्णः, सः वर्णः वलादिवर्णः, अतः त्वा अपि वल्प्रत्यहारस्य वर्णः, अतः त्वा इति प्रत्ययः इदानुकूलप्रत्ययः. धातुः इडानुकूलः अपि च प्रत्ययः इडानुकूलः, अतः अत्र प्रत्ययस्य इडागमः भवति. इत्युक्ते अत्र प्रत्ययस्य आदौ इत् आगमः, अत्र इत् इत्यस्मिन् तकारः इत् संज्ञा अस्ति, अतः इ एव अवशिष्यते. अतः अत्र नाशि योगः इ योगः त्वा, इदानीम् अत्र नाशि योगः इत्वा. इदानीम् अत्र इत्वा यदस्ति तत्तु कित् अस्ति. कित् भूत्वा साधारणतया गुणनिषेधः भवति क्निति च इत्यनेन, परन्तु अतिदेशसूत्रं यदस्ति नक्त्वा सेत् इति, तेन वयं ज्ञातुं शक्नुमः अत्र यत्र त्वा प्रत्ययः इडानुकूलः भवति तत्र त्वा प्रत्ययः कित् न भवति इति. इत्युक्ते इदानीम् अत्र अकित्वम् आरोपितमस्ति त्वा प्रत्यये, अतः गुणः भवति सार्वधातुक आर्धधातुकयोः इति सूत्रेण. अत्र इकारस्य गुणः एकारः. अत्र गुणः कुत्र भवति इत्युक्ते प्रत्ययात् पूर्वं यः अङ्गमस्ति अत्र नाशि इति, तस्य अन्तिमवर्णः इकारः अस्ति. इकारस्य गुणः भूत्वा एकारः भवति. नाशे योगः इत्वा इदानीम् अत्र केवलं स्वरसन्धिकार्यम् एचोयवायावः इत्यनेन अत्र एकारस्य ऐ आदेशः भवति. एचः परः अत्र इकारः अस्ति, तत्तु अच्वर्णः अस्ति, भूत्वा अत्र एचोयवायावः इत्यनेन एकारस्य स्थाने ऐ आदेशः भूत्वा नाशै योगः इत्वा अत्र केवलं वर्णमेलनं भूत्वा नाशयित्वा. हा, बहु समीचीनमस्ति. इति विषयः अस्ति इदानीं. महोदय, तव तु प्रत्ययः अपि चित् किल तवतु तवतु चित् अस्ति किल कित् अस्ति, किन्तु क्तवतु अपि च क्त इति अनन्तरं पश्यामः, यतोहि तत्र भिन्नरीत्या अस्ति. उपरि निष्ठायां सति इति एकं सूत्रमस्ति, तत्र चिन्तनं किञ्चित् भिन्नमस्ति. त्वा अस्ति, किन्तु राजीभगिनी पृष्टवती खलु. आं महोदय, अत्र अग्रे किं लिखितमस्ति, किमर्थं सूत्रे सेट् उक्तं कृत्वा. धातुः सेट् नास्ति चेत् त्वा प्रत्ययस्य कित्वम् आवश्यकं, नो चेत् अत्रापि गुणो भविष्यति येन त्वा कर्त्वा इति अनिष्टं रूपं स्यात्. किमर्थं सूत्रे सेट् उक्तं सेट् न भवति कृत्वा सेट् उक्तं कृत्वा क्रीडातुः क्रीडातुः अनेकाच् नास्ति. एका च अस्ति, अपि च अनेट् अस्ति, सेट् नास्ति, सेट् नास्ति, अतः नक्त्वा सेट् अत्र कार्यं न करोति. अस्तु महोदय. सेट् अस्ति चेत् नाम इडागमः भवति चेत्, इडागमः भवति चेत् तत्र गुणः भविष्यति, किन्तु यत्र इडागमः नास्ति तत्र गुणः अस्माभिः न इष्टः. नाम नो चेत् कृत्वा इत्यस्य स्थाने कर्त्वा इति भवति स्म गुणं कृत्वा, ऋकारस्य स्थाने अर्, ऋकारस्य स्थाने अर् इति भवति स्म, तद् नाष्टं खलु. इदानीं पुस्तके पश्येम, पुस्तके पश्येम, तत्र इदानीं तुमून्, तुमून् इति आरम्भे तुमून् इति अस्ति खलु. इदानीं णिजन्ते, णिजन्तदातूनां तत्र णिजन्तदातवः सर्वे अनेकाचः, अतः सर्वे णिजन्तदातवः सेटः अनेकाच् इति कारणतः. प्रत्येकं णिजन्तदातुः, यतोहि मूलदातौ न्यूनातिन्यूनम् एकः अच्वर्णः अस्ति एव, अनन्तरं णिच् अपि आगच्छति इकारः, अतः गम, गमि, रक्ष, रक्षि, नश, नासि, स्मृ, स्मारि इति सर्वत्र तथा अस्ति. नाम तत्र एकाच् अस्ति एव, अपि च तुमून् तकारः वल्प्रत्याहारे अस्ति, अतः सर्वत्र सर्वत्र इडागमः भवति, अपवादः नास्ति. गमयितुं, रक्षयितुं, नाशयितुम्, इतुम् इतुम् इतुम् इति सर्वत्र अस्ति खलु. अपि च गुणनिषेधः किमपि नास्ति, अतः तत्र सर्वत्र गुणः अपि भवति. गमयति, गमे, गमय, गमयितुं, रक्षि, रक्षे, रक्षायि, रक्षायि, रक्षयितुं, सर्वत्र तथा अस्ति, सर्वत्र समानं. तुमून् अतीवसरलमस्ति, गमयितुं, रक्षयितुं, नाशयितुं, स्मारयितुं, दर्शयितुं, कारयितुम् इत्यादिकम् अस्ति खलु, सर्वत्र तथा रूपं समानमस्ति सर्वत्र खलु. किन्तु अनिजन्ते, यद्यपि धातुः एक एव, धातौ एक एव अचवर्णः स्यात् कुत्रचित्, नाम तत्र अन्ये नियमाः सन्ति, सर्वे धातवः ये येषाम् एक एव अच्वर्णः ते सर्वे अनेटः इति नास्ति, कुत्रचित् यदागमः भवति. अनेकात् धातुः अस्ति चेत् यदागमः भवति, नाम इडानुकूल्यम् अस्ति एव, किन्तु धातुः, धातौ एक एव अच्वर्णः अस्ति, तत्र इदानीम् एतादृशी चर्चा नापेक्षिता अस्ति, किन्तु कुत्रचित् यदानुकूल्यम् अस्ति, कुत्रचित् नास्ति, अतः गन्तुं तत्र गम् धातुः इडानुकूलः नास्ति. किन्तु रक्ष् इति पश्यतु, रक्षितुम् अत्र इडागमः, रक्ष् इतुम् इडागमः जातः, नश् इति अनिट् अस्ति इति कृत्वा नष्टुं, स्मर्तुं, द्रष्टुं, कर्तुं, हन्तुं, मोग्धुं. किन्तु शोचितुं, भवितुं, भवितुमर्हति खलु इति वदामः, भवितुमर्हन्ति, तथा भवितुमर्हति, भवितुं भूधातुः सेट् महोदय. अत्र अत्र भूधातुर्वैशिष्ट्यमस्ति इति इदानीं मास्तु, इदानीं नितरां मास्तु महोदय. कुत्रचित् वैशिष्ट्यमस्ति, किन्तु अत्र इडा, अत्र इडागमः अस्ति इति अवगच्छतु. यत्र नाम आर्दुदातप्रक्रियायाम् इडागमविषयः विशालः अस्ति, अतः अत्र अत्र अस्माकं व्याकरणवर्गः तादृशः नास्ति, केवलं साधारणनियमः वक्तव्यः अस्ति. तर्हि तथा तथा अस्ति, नाम बुधवासरस्य वर्गे यदा यदा सार्वदातकप्रक्रिया समाप्यते तत्र आदरप्रक्रिया आरप्स्यते, तत्र इडागमः अत्र विषयः भविष्यति, तत्र कुत्र कुत्र भवति, कुत्र न भवति इति. अस्तु, इति तुमून्, तुमून् सरलमस्ति, यतोहि गुणः सर्वत्र न भवति, अपि च इडागमः कुत्र भवति, कुत्र न भवति इति स्पष्टमस्ति. इदानीं क्त्वा, क्त्वा इति तत्र विषयद्वयमस्ति, नाम इडागमः भवति वा अपि च इडागमः भवति वा, अपि च गुणः भवति वा, इडागमः भवति वा गुणः भवति वा. इदानीं यत्र णिजन्तदातुः अस्ति तत्र अनेकाच् पुनः अस्ति सर्वत्र, अतः क्त्वा इति विषये सर्वत्र धातुः सेट्, क्त्वा इति अपि सर्वत्र तकारादिः इति कृत्वा वल् प्रत्याहारे अस्ति इति कारणतः सेट्. अतः निजन्तप्रसङ्गे सर्वत्र इडागमः भवति. अपि च सेट् अस्ति चेत् तत्र अस्माकं सूत्रं न क्त्वा सेट्, न क्त्वा सेट् अत्र नकारः इत्युक्ते किं, कित्त्वं नास्ति. यद्यपि क्त्वा इत्यस्मै ककारः अस्ति किन्तु अध्यारोपः जातः, ककारः नास्ति अत्र, ककारः नास्ति चेत् तर्हि यथा तुमुन् आसीत् अत्रापि गुणः. यत्र ककारः अस्ति मन्यते तत्र गुणनिषेधः, किन्तु अत्र सेट् अस्ति अतः सूत्रेण नक्त्वा सेट् इति सूत्रेण गुणः भवति सर्वत्र. तदर्थं गमी गमे गमै इत्वा गमयित्वा, रक्षि रक्षे रक्षै इत्वा रक्षयित्वा, नाशयित्वा स्मारयित्वा दर्शयित्वा इति सर्वत्र तथा अस्ति खलु. पुनः यत्र णिजन्तदातुः नास्ति तत्र धातोः इडानुकूल्यं स्वभावेन अस्ति न वा इति दृष्ट्वा एव. अत्र गम गत्वा गत्वा, किन्तु रक्ष धातुः इदानुकूलः अस्ति इति कृत्वा रक्षित्वा, नष्ट्वा स्मृत्वा, अत्र सर्वत्र इडागमः नास्ति. इडागमः नास्ति इति कारणतः इति कारणतः तत्र गुणः अपि नास्ति. अस्तु, इति अस्ति तादृशनियमः अत्र न क्त्वा सेट् इति उक्तमस्ति. इति इदानीं तुमुन् अपि च क्त्वा इति सर्वत्र वयं दृष्टवन्तः. समीचीनम्? आं महोदय, समीचीनम्. हा, इति इदानीं ल्यप् ल्यप् इति विषयः आगतः अस्ति. ल्यप् इति राजेन्द्रमहोदय पठतु कृपया. आम् आं महोदय. ल्यप् प्रत्यये परे ल्यप् प्रत्यये लकारपकारयोः अनुबन्धलोपः अतः य इति अवशिष्यते. अयं प्रत्ययः यकारादि न तु वलादि इति कृत्वा अनिट् अनिट् इति कारणतः निजन्तदातोः परः भवति चेत् नेर्निटि इत्यनेन निच् लोपः. ल्यप् प्रत्याहारे तु लकारः अपकारः तत् अनुबन्धलोपानन्तरं यकारः एव अशिष्यते यथा लशकृतरीते अपि च हलन्त्यं तेन तयोः सूत्रयोः तत् लकारपकारयोः लोपः भवति. य एव अवशिष्यते. यत् वर्णः तु वल् प्रत्याहारे न अस्ति तथा तत् कारणात् तत् अनिट् अनिट् अस्ति. लेप् प्रत्ययः यकारः अनिट् अस्ति तत् कारणात् तत् निजन्तदातोः परः भवति चेत् नेरिनिटि नेरिनिटि एकं सूत्रमस्ति यः वदति तत्र यथा तत्र अनिट् प्रत्ययः अस्ति यथा लेप् तत्र तु पूर्वं यः इकारः निच् प्रत्याहारस्य इकारः आसीत् तस्य लोपः भवति. उपरि सूत्रमस्ति, उपरि सूत्रमस्ति, सर्वे पश्यन्तु करपत्रे उपरि नेरनिटि इति सूत्रस्य व्याख्यानमस्ति. नेरनिटि प्रथमवाक्यं पठतु. यस्य आर्धधातुक प्रत्ययस्य इडागमः नास्ति तस्मात् पूर्वं नि प्रत्ययस्य लोपः भवति. यथा अत्र यकारः अवशिष्यते, यकारः तु इडागमः न अनुकूलः न अस्ति तत् कारणात् अत्र यथा पूर्वं निच् प्रत्ययात् ईकारः आसीत् धातौ तत् सः इकारः लोपः भवति. तत् तत्र म्यूट् करोतु यस्य कस्यापि. हरि ओम्, कुत्र दूरवाणी अस्ति? अस्तु, समीचीनमस्ति. नेरनिति तेन तत्र निचः लोपः भवति. तर्हि उदाहरणं पश्येम अत्र बालसुब्रह्मण्यम् अत्र पर्यटकपि अगम् असमिति किमस्ति समुपसागपूर्वकः रक्षातु पश्यति वा अत्र णि इत्यस्य अनुबन्ध इत्यादि णेः षष्ट्यन्तम् अनिति न न न ल्यप्रत्यये परे ल्यप्रत्यये परे तत् सम् उपसर्गपूर्वकः रक्स् धातु अस्ति. पश्यति वा करपत्रे लघुसंख्या न न ल्यप्रत्यये परे तत्र एतावता निर्णेति इति वयं पठितवन्तः नेच इकारस्य लोपः भवति तदनन्तरं सम् लघुपूर्वात् न न हरि ओम् अत्र संयोगः रक्षियोगः ल्यप् संयोगः रक्षियोगः ल्यप् इति जयन्ती भगिनी पश्यति वा आं महोदय पठतु संयोगः रक्षियोगः ल्यप् संरक्षि इति भवति संरक्षियोगः य एव अवशिष्यते इति कृत्वा प्रत्यये नेरनिटि इत्यनेन अनिट् आर्धधातुकप्रत्यये परे पूर्वस्थितस्य णि प्रत्ययस्य लोपः अतः संरक्ष योगः य संरक्ष्य इति भवति. हा सम्यक् अस्ति. एवमेव तत्र पुस्तके पश्यामः तत्र सर्वत्र प्रथम गमिति निर्गमय इति त्यक्त्वा सर्वत्र तथा अस्ति. नाम रक्षि नाशि इति तत्र इकारस्य लोपः तावदेव अस्ति. इकारस्य लोपः सर्वत्र भवति. जयन्ती भगिनी पठतु एवमेव एवमेव वियोग आम् एवमेव वियोगः नाशियोगः ल्यप् विनाशि योगः य विनाश् योगः य विनाश्य इति भवति नि इत्यस्य लोपः सूत्रेण. पुनः स्वीयोगः इति उपसर्गः नास्ति किन्तु उपसर्गतुल्यरूपमस्ति उपसर्गतुल्यमस्ति अतः ल्यप् भवति न तु क्त्वा. यत्र उपसर्गः नास्ति तत्र क्त्वा भवति. उपसर्गः अस्ति चेत् ल्यप् अस्तु. स्वीयोगः कारियोगः ल्यप् स्वीकारि योगः लप् स्वीकार योगः य स्वीकार्य इति तत् किम् अस्ति महोदय का इत्यनन्त इत्यस्य अनन्तरं तत्र चिह्नम् अस्ति. प्रायः सम्यक् न दृश्येत किन्तु अस्ति स्वीकार अत्र केषाञ्चित् केषुचित् सङ्गणकेषु तत्र रेफः न दृश्येते किन्तु रेफः अस्ति अत्र रेफः लिखितमस्ति स्वीकार. आम् आम्. पुनः परियोगः भावियोगः परिभावियोगः य परिभावयोगः य परिभाव्य इति भवति. इति अस्ति विषयः. अस्तु सम्यक् अस्ति. इदानीम् अग्रे पश्येम तत्र सर्वत्र तथा भवति केवलम् एकस्मिन् प्रसङ्गे न भवति तथा न भवति कुत्र विद्याभगिनी पठतु कृपया विद्याभगिनी. किन्तु उपरितनधातुषु सर्वत्र दीर्घस्वरः वर्तते नाशीकारी भावि निजन्तधातौ लघुस्वरः अस्ति चेत् ल्यपि लघुपूर्वात् इत्यनेन निचः स्थाने ऐ आदेशः न तु निचः लोपः. अत्र यानि उदाहरणानि वयं दृष्टवन्तः तत्र नाशी कारी भावि तत्र सर्वत्र नाशी तत्र निच् इत्यस्मात् प्राक् दीर्घ आकारः अस्ति एवमेव कारी भावि इति कृत्वा तत्र नेरनिटि इत्यस्य कार्यं वयं दृष्टवन्तः. यत्र निजन्तधातौ लघुस्वरः अस्ति चेत् तत्र विशिष्टसूत्रमस्ति ल्यपि इत्यनेन तत्र निच् प्रत्ययस्य लोपः न भवति, परन्तु निचः स्थाने ऐ आदेशः भवति. ल्यपि लघुपूर्वात्, लघुपूर्वात् परस्य निच् प्रत्ययस्य ऐ आदेशो भवति ल्यपि परे. नेरनेटि इत्यस्य अपवादः, लघुः पूर्वो यस्मात् सः लघुपूर्वः बहुव्रीहिः तस्मात् लघुपूर्वात्. ल्यपि सप्तम्यन्तं, लघुपूर्वात् पञ्चम्यन्तं, नेरनिटि इत्यस्मात् नेः इत्यस्य अनुवृत्तिः, अयामन्ताल् वये ले विष्णुषु, क्षम्यतां सम्यक्तया न उच्चारितवती, इत्यस्मात् ऐ इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रं लघुपूर्वात् नेः ऐ ल्यपि इति सूत्रमस्ति. ल्यपि लघुपूर्वात् इति सूत्रं वदति लघुपूर्वात् परस्य निच् प्रत्ययस्य ऐ आदेशो भवति ल्यपि परे. इत्युक्ते ल्यप् प्रत्ययः परः अस्ति चेत् तस्मात् पूर्वं निच् प्रत्ययः, निच् प्रत्ययस्य पूर्वं तत्र लघुवर्णः, लघुस्वरः अस्ति चेत् तत्र निच् प्रत्ययस्य स्थाने ऐ आदेशः भवति इति वदति सूत्रम्. एतत् सूत्रं नेरनिटि इत्यस्य अपवादसूत्रम् अस्ति इति भवतु. समीचीनमस्ति. मेहुल् महोदय तत्र अस्ति वा? आम् महोदय. अग्रे पश्यति वा उदाहरणं रच्? आम्, रच् रचयति, अत्र वियोगः रचि योगः ल्यप्, अनन्तरं वियोगः रच्, अत्र ईकारः ईश्वरणः अस्ति, तस्य लोपः भवति, तस्य अय् आदेशः भवति, अतः लोपः नास्ति खलु, लोपः नास्ति, अय् आदेशः भवति, अतः वियोगः रच् योगः अय् योगः य इति अवशिष्यते. लप् ल्यप् इति प्रत्ययस्य लकारः पकारः लोपानन्तरं य इति अवशिष्यते, अतः विरचय इति भवति, विरचय इति भवति. आम् विरचय्य. अत्र किमर्थम् अय् आदेशः न तु ईकारस्य लोपः? तत्र ल्यपि लघुपूर्वात् इति सूत्रेण अय् आदेशः भवति. तत्र णेरणिटि इति सूत्रस्य अपवादः अस्ति. रच् इति धातुः अस्ति, तत्र लघु स्वरः अस्ति, अतः रकारः अनन्तरम् अकारः, अनन्तरं चकारः इति मूलमस्ति. अत्र र अ च सर्वे अवगच्छन्तु, अत्र अकारः, अत्र ह्रस्व अकारः अस्ति. उपरि किम् आसीत्? अत्र नासि कारी भावि, अत्र आ इति सर्वत्र, किन्तु अत्र रचति अस्ति, राच् इति नास्ति, रच् रचयति. हा, सम्यक् महोदय. किमर्थम् अत उपधा इति सूत्रेण रच् राचि न भवति? हा, तत्र भिन्नसूत्रमस्ति, अत्र आत्वं न भवति, भिन्नसूत्रमस्ति इति तावत्. अत्र द्वितीयम् उदाहरणं पश्यतु. कत् या कत्तपि काति इति भवितुम् अर्हति किल? अत उपधाया इति अत्र कुत्रापि न भवति, अन्य भिन्नसूत्रमस्ति इति तावत्. अत्र भिन्नसूत्रमस्ति. कत् कथयति, तर्हि अत्र लघु अकारः, अस्माकम् अवधानम् अत्र अस्ति, लघु अकारः अस्ति, नाम ह्रस्व अकारः. तर्हि पठतु. राजीवगिनी पठतु. रच् रचयति, वियोगः रचि योगः ल्यप्. तत्तु समाप्तं, द्वितीयम् उदाहरणं. लघुपूर्वात् किं सम्प्रधा? हरि ओम्. कत् कथयति? ओ, कत् कथयति, प्रयोगः कथि योगः ल्यप् प्रकथय्य, प्र उपसर्गः, कति ह्रस्व अकारः अस्ति उपधा, अतः ल्यपि लघुपूर्वात् इति सूत्रेण प्रकथय इति एव भवति. योगः अवशिष्यते प्रकथय्य. प्रकथय्य इति अस्ति. पद्मा भगिनी अग्रे. पद्मा भगिनी अस्ति महोदय गण् गणयति भवति अत्र उदाहरणं प्रयोगः गणि योगः रिया ञपि लघुपूर्व सूत्रनेन उपधा उपधा ह्रस्वः अकारः अस्ति गणि धातुः इच्छनेन ऐ ऐ आदेशो भवति प्रगण् ऐ ऐ यकारः आदेशः भवति इत्यनेन प्रगणय्य ऐ आदेशः यतोहि गणि इत्यस्मिन् तत्र अकारः गण् गकारोत्र अकारः अस्ति न तु आकारः इति कृत्वा प्रगणय्य इति अस्ति अस्तु अग्रे पठेम तर्हि सुब्रह्मण्य महोदय कृपया महोदय लघुपूर्वात् किं सम्प्रधार्य अत्र आकारस्य गुरुसंज्ञा न तु लघुसंज्ञा अतः नेहस्थाने अयादेशो न भवति अपि तु सम्प्रधारीयोगः ल्यप् नेरनिति इत्यनेन यस्य आर्धधातुकप्रत्ययस्य इडागमो नास्ति तस्मात् पूर्वं णिप्रत्ययस्य लोपः सम्प्रधार् योगः य सम्प्रधार्य अत्र प्रायः ध्रुधातुः अस्ति इति चिन्तयामि महोदय अत्र धारि इति प्रायः निचन्तरूपं सम्प्रधारि योगः ल्यप् इदानीम् अत्र सम्प्रधारियोगः ल्यप् सम्प्रधारियोगः ल्यप् यदा भवति अत्र सम्प्रधारी इत्यस्मिन् सम्प्रधार् योगः इ अस्ति इ इति निच् प्रत्ययस्य इकारः अत्र रेफः लघुपूर्वरेपः नास्ति परन्तु गुरुपूर्वरेपः अस्ति अतः ल्यपि लघुपूर्वात् इति अत्र कार्यं न करोति यद्यपि अत्र रेपात् परः णिच् प्रत्ययः अपि अस्ति अनन्तरं ल्यप् प्रत्ययः अपि अस्ति परन्तु रेफः लघुपूर्वरेपः नास्ति भूत्वा ल्यपि लघुपूर्वात् इति अत्र कार्यं न करोति इदानीं किमस्ति इत्युक्ते अत्र ल्यप् इडानुकूलप्रत्ययः नास्ति अतः इतः पूर्वं वयं दृष्टवन्तः नेरनिति इति सूत्रं तद्वदति अत्र अनिट् प्रत्ययात् पूर्वं यः नीप्रत्ययः अस्ति तस्य लोपः भवति इति तत् सूत्रं वदति अतः अत्र इकारस्य लोपः भवति इत्युक्ते सम्प्रधारी इत्यस्मिन् यः अन्तिम इ अस्ति तस्य लोपः भूत्वा सम्प्रधार् योगः य सम्प्रधार्य सम्प्रधार्य यथा उपरि नाम नूतनं नास्ति विनाश्य स्वीकार्य परिभाव्य इति सर्वत्र तथा आसीत् बहु समीचीनमस्ति अस्तु अग्रे इदानीं जयन्ती भगिनी पठतु कृपया महोदय एकः प्रश्नः अस्ति पूर्वं पूर्वस्मिन् वर्गे वयम् उक्तवन्तः न कृत्वा इति वदामः तत्र अकृत्वा इति वदामः तर्हि अत्र उपसर्गः अस्ति उपसर्गात् प्राकेव तत्र यदि प्रगणय्य इति चेत् अप्रगणय्य इति वदामः वा सत्यम् ओ अस्तु धन्यवादः तथैव अस्ति अस्तु जयन्ति भगिनी अग्रे महोदय एकनिमिष गुरु इत्यस्य इदानीम् आयास्यति गुरु इति आयास्यति इदानीं अत्र प्रश्नः उदेति यत् रक्षिदातौ ह्रस्वकारः अस्ति खलु तर्हि किमर्थं न लपि लघुपूर्वात् इत्यनेन संरक्षय्य स्यात् संरक्ष्य इत्यस्य स्थाने अस्य बोधनार्थं कस्य स्वरस्य का संज्ञा इति परिशीलनीयम्? प्रश्नः कः? किमर्थं प्रश्नः? पूर्वस्मिन् उदाहरणे सम्प्रधार्य इत्यस्मिन् उदाहरणे तत्र नेरन् इति एव कार्यं करोति, न तु लघुपूर्व लपि लघुपूर्वात्. किमर्थं चेत् धारी इति तत्र लघु न किञ्चित् मम सम्यक्तया न अवगतं महोदय. तत्र अत्र धातु अस्ति धारी. आम् धारी अत्र रेफात् पूर्वं यः आकारः स च आकारः दीर्घः अस्ति, न तु ह्रस्वः. आम् आम् सूत्रमस्ति ल्यपि लघुपूर्वात्. यथा उपरि वयं उपरि विनाशयति विनाश्य, स्वीकारि स्वीकार्य, परिभावयति परिभाव्य, सर्वत्र आकारः अस्ति, नाश आकारः, कार्य तत्र कार्य इति आकार सर्व नाम इति दीर्घस्वरः अस्ति चेत् नेरणिति इति ई लोपः भवति, किन्तु स्वरः लघु अस्ति चेत् नाम ह्रस्वः अस्ति चेत् ल्यपि लघुपूर्वात् इति तत्र ई इत्यस्य स्थाने ऐ आदेशः, न तु ई इत्यस्य लोपः इति सामान्य तत्र द्वय अभयत्र अस्माभिः तथा दृष्टं खलु. नाम सम्भावनाद्वयमस्ति, ई लोपः अथवा ई स्थाने ऐ आदेशः. ई लोपः कुत्र भवति? स्वरः दीर्घः अस्ति चेत्, धातौ दीर्घः अस्ति चेत्. तत्र धातौ यः स्वरः अस्ति स च स्वरः ह्रस्वः अस्ति चेत् तत्र ल्यपि लघुपूर्वात् इति तदर्थं अकारः घट् इति अकारः, गण् इति अकारः, न तु आकारः इति कृत्वा विरचय्य प्रकटय्य प्रगणय्य. किन्तु उपरि आसीत् विनाशय्य इति नास्ति, विनाश्य ई लोपः, विनाश्य स्वीकार्य परिभाव्य इति स्पष्टमस्ति वा? स्पष्टमस्ति. तर्हि रक्ष इदानीं रक्ष धातुः, रक्षि इति निजन्तदातुः, रक्षि इति तत्र कुत्र साम्यमस्ति? नाम यथा रचि कथि गणि अथवा नाशि किं कारि भावि, तत्र रक्षि इति कस्मिन् समूहे अस्ति? हा नाम तत्र रक्षि इति ककारात् पूर्वं यः स्वरः स च रक्ष अकारः इति लघुः नाम ह्रस्वः अस्ति अथवा दीर्घः? लघु अस्ति. ह्रस्वः नाम ह्रस्वः अस्ति, इति कृत्वा ल्यपि लघुपूर्वात् इति अयादेशः इति स्यात् खलु? अयादेशः इति भवति स्म, यतोहि रचि कति गणि रक्षि तथा अस्ति, न तु नाशि नाशिकारि इति तथा नास्ति. अतः इकारस्य लोपः न स्यात्, अपि तु अय् आदेशः स्यात्. किन्तु वयं दृष्टवन्तः यत् उपरि अपि दृष्टवन्तः यत् रक्ष्य इति संरक्ष्य न तु संरक्षय्य. किमर्थं तथा? हा अग्रे पठतु कृपया. भवती पठितवती इति खलु, अस्य बोधनार्थं कस्य स्वरस्य का संज्ञा इति परिशीलनीयम्. अस्तु अग्रे. लघुसंज्ञा ह्रस्वं लघु इत्यनेन आ इ उ ऋ इति पञ्चानाम् एकमात्रिकाणां स्वराणां लघु इति संज्ञा भवति. इत्युक्ते यत्र कुत्रापि एतत् सर्वम् उपधायां खलु महोदय? न, अत्र उपधायाम् इति किमपि नास्ति. यः स्वरः ह्रस्वः अस्ति अ इ उ ऋ इति ह्रस्ववर्णाः सन्ति. हरि ओम्, तत्र म्यूट् करोतु बहु. अत्र अ इ उ ऋ इति ह्रस्ववर्णाः सन्ति. ह्रस्वं लघु इति सूत्रेण एषां ह्रस्ववर्णानां लघुसंज्ञा, न केवलं ह्रस्वसंज्ञा अपि तु लघुसंज्ञा अपि अस्ति. अवगच्छति वा? तत्र ह्रस्व इति एकं नाम अस्ति. मम नाम स्वरूपः, भवत्याः नाम अस्ति जयन्ती. अत्र अकारस्य नाम अस्ति ह्रस्व. इ उ ऋ एतेषां वर्णानां सर्वेषां नामकरणं ह्रस्व इति ह्रस्वसंज्ञा अस्ति. किन्तु न केवलं ह्रस्वसंज्ञा अपि तु लघुसंज्ञा अपि अस्ति. केन सूत्रेण? ह्रस्वं लघु इत्यनेन यस्य ह्रस्वसंज्ञा अस्ति तस्य लघुसंज्ञा अपि अस्ति. बुद्धं? बुद्धं महोदय. हा अस्तु, समीचीनमस्ति. इदानीं पुष्पा भगिनी गुरु इति पृष्टवती खलु, अग्रे पठतु. महोदय अस्तु भगिनि, महोदय माताबिडि एकनिमिषं. गुरुसंज्ञा संयोगे गुरु इत्यनेन अ इ उ ऋ इति पञ्चानाम् एकमात्रिकाणां स्वराणाम् अनन्तरं संयोगो भवति चेत् येषाम् एव पञ्चानां गुरुसंज्ञा भवति. यथा मुद्गर महोदय क्षम्यतां, मुद्गर शब्दे उकारः एकमात्रिक ह्रस्वस्वरः अस्ति. मुद्गरः अस्तु अस्तु. किन्तु अनन्तरं गकारयोः संयोगः अस्ति इति कारणतः अत्र उकारस्य गुरुसंज्ञा भवति न तु लघुसंज्ञा. कृष्ण शब्देपि ऋकारस्य अनेन कारणेन गुरुसंज्ञा. अनेन अस्तु अस्तु. तत्र गुरुसंज्ञा संयोगे गुरु इति सूत्रेण अकार इकार उकार ऋकार लकार इति पञ्चानाम् मात्रिकाणां स्वराणाम् अनन्तरं संयोगः भवति चेत् तत्तु चेत् येषाम् एव पञ्चानां गुरुसंज्ञा भवति. अत्र मुद्गर इति शब्दस्य उदाहरणं दीयते. तत्र उकारः अस्ति एकमात्रिक ह्रस्वस्वरः. किन्तु अनन्तरम् अत्र दकार गकारयोः संयोगः अस्ति. तत्तु अत्र उकारस्य गुरुसंज्ञा भवति न लघुसंज्ञा. तत्तु उकारस्य तु गुरुसंज्ञा भवति. बहु समीचीनमस्ति. अत्र अत्र एकनिमेष, अत्र अत्र उकारस्य ह्रस्वसंज्ञा इति तु अस्ति एव. उकारस्य ह्रस्व इति नाम अस्ति एव. किन्तु अत्र यद्यपि लघुसंज्ञा इति भवति स्म उपरितनसूत्रेण, ह्रस्वं लघु इति सूत्रेण अत्र लघुसंज्ञा अपि भवति स्म, किन्तु ततः अग्रे द्वयोः हल्वर्णयोः संयोगः अस्ति. तस्मात् कारणात् दकारककारयोः संयोगः जातः इति कारणतः यद्यपि उकारः ह्रस्व अस्ति तथापि तस्य लघुसंज्ञा न भवति अपि तु गुरुसंज्ञा. अस्तु, कृष्ण इति वदतु. कृष्णशब्देपि ऋकारस्य अनेन कारणेन गुरुसंज्ञा. तत्तु अत्र तु संयोगः अस्ति संयोगः अस्ति तथैव गुरुसंज्ञा भवति. हा यद्यपि ऋकारः ऋकारः इति ह्रस्ववर्णः अस्ति तस्य ह्रस्वसंज्ञा अस्ति एव किन्तु लघुसंज्ञा नास्ति अपि तु गुरुसंज्ञा यतोहि अग्रे षकारणकारयोः हल्वर्णयोः संयोगः जातः. अत्र संयोगः भवति द्वे लघुसंज्ञा लघु संयोगः इति द्वयोः हल्वर्णयोः मेलनं द्वयोः हल्वर्णयोः संयोगः भवति तत्तु अस्तु तत्तु पूर्वे गुरुसंज्ञा भवति. अस्तु समीचीनमस्ति. अस्तु बालसुब्रह्मण्यं तत्र अग्रे पठति वा. दीर्घश्च दीर्घं च इत्यनेन आ इ ऋ ए ऐ ओ औ इति अष्टानां द्विमात्रके दीर्घस्वराणाम् अपि गुरुसंज्ञा भवति. सरलमेव दीर्घवर्णाः द्विमात्रके वर्णाः ते अपि गुरुसंज्ञा तेन एव गुरुसंज्ञा भवति. अतः यद्यपि रक्षिधातौ अकारः ह्रस्वः तथापि परः खकारषकारयोः संयोगः वर्तते इति कारणेन विद्यमानस्य अकारस्य गुरुसंज्ञा भवति न तु लघुसंज्ञा. स्पष्टमेव अति रक्षिधातोः अकारात् परः तस्मात् संयोगवर्णः एव एकमस्ति इति कारणात् रकारः अन्ते अकारः गुरुसंज्ञा लघुसंज्ञा न गुरुसंज्ञा इति नामकरणं भवति तत्र. ततः ल्यपि लघुपूर्वात् इत्यस्य प्रसक्तिर्नास्ति. ततः नेरनिटि इत्यनेन निचः लोपः येन संरक्षे भवति न तु संरक्षय्य. लघुपूर्वात् इत्यस्य प्रसक्तिः नास्ति. किमर्थम् अत्र लघुवर्णः न गुरुवर्णः इति कारणात् हा लघुसंज्ञा न भवति. यद्यपि ह्रस्वः अस्ति रक्षि इत्यस्मिन् अकारः ह्रस्वः तथापि लघुसंज्ञा न भवति यतोहि तत्र तथा अग्रे द्वयोः हल्वर्णयोः संयोगः अस्ति ककारषकारयोः. अतः सामान्यसूत्रं निर्णीति ईणिचिति अस्य ई लोपः भवति संरक्ष्य न तु संरक्षय्य इति नास्ति. स्पष्टमस्ति खलु. अस्तु सम्यक् अस्ति. अपि च तर्हि अत्र ल्यप् इति पश्येम अत्र निर्गमि इत्यस्य निर्गमय्य इति किमर्थं वयं जानीमः लघु ल्यपि लघुपूर्वात् पुस्तके नि उपसर्गपूर्वकः गम् धातुः निर्गमि निर्गमय्य इति भवति न तु निर्गम्य यतोहि ई स्थाने अय् आदेशः यतोहि मकारस्य मकारात् पूर्वं यः कारः स च न केवलं ह्रस्वसंज्ञा अपि तु लघुसंज्ञा अपि अस्ति. किन्तु संरक्षि अत्र यतो यद्यपि अकारः ह्रस्वः अस्ति तथापि तदनन्तरं द्वयोः वर्णयोः संयोगः अस्ति तस्मात् लघुसंज्ञा न भवति अपि तु गुरुसंज्ञा. अतः निर्णितेन ई लोपः न तु ल्यपि लघुपूर्वात् इति अयादेशः इति कृत्वा संरक्ष्य न तु संरक्षय्य. अन्यत्र सर्वत्र लघुसंज्ञा अस्ति न क्षम्यताम् अन्यत्र सर्वत्र स्वरः दीर्घः विनाश्य संस्मार्य प्रदर्श्य अत्र किमस्ति अत्र गुरुसंज्ञा भवति इति कारणेन एकारः एकः एव आगच्छति. किमर्थं गुरुसंज्ञा शकारः यकारः प्रदर्श्य शक द्वयोः वर्णयोः संयोगः प्रदर्श्य रेफषकारयोः. अतः अत्र यद्यपि अकारः लघु अस्ति, ह्रस्व अस्ति, तथापि लघुसंज्ञा न भवति. अतः प्रदर्शय्य नास्ति, अपि तु प्रदर्श्य. स्पष्टं खलु? आं महोदय. तत्र जयन्ती भगिनी आगच्छति वा? आं महोदय, अवगच्छामि. अस्तु, तर्हि स्वीकार्य, स्वीकार्य इत्यस्मिन् नेर्णिति भवति अथवा ल्यपि लघुपूर्वात्? नेर्णिति स्वीकार्य, तत्र दीर्घ इकारः भवति. दीर्घ आकारः लेपि लघुपूर्वः दीर्घाकारः, अतः तत्र गुरुसंज्ञा एव दीर्घ दीर्घञ्च इत्यनेन. सत्यम्. अतः किं भवति, ल्यपि लघुपूर्वात् अथवा नेरणिति? लोपः स्वीकारि, स्वीकारि योगः य, तत्र इकारस्य लोपः इति स्वीकार्य. अस्तु, समीचीनमस्ति. अत्र अग्रिमं सुब्रह्मण्यम, तत्र अग्रिमम् अग्रिमम् उदाहरणं वा महोदय? निर्घात्य. अत्र घाति इति प्रायः निःयोगः घाति योगः ल्यप्. अत्र घाति इत्यस्य अत्र तकारात् पूर्वं यः स्वरः अस्ति सः दीर्घस्वरः, अतः तस्य गुरुसंज्ञा भवति. अतः ल्यपि लघुपूर्वात् इत्यस्य कार्यम् अत्र न भवति. नेरणिति इत्यनेन अत्र निच् इत्यस्य इकारस्य लोपः भवति, अतः निर्घात्य एव. अग्रे महोदय, कथं हन् धातुः हकारस्य घकारः इति अत्र अस्माकं विषयः नास्ति. तत्र सूत्रमस्ति हकारस्य घकारः कुत्रचित् भवति. तत्र वैशिष्ट्यमस्ति हन् धातोः, हन् धातोः धातुः अस्ति हन्, कुत्रचित् हकारस्य घकारः भवति. अग्रे मुह् धातुः अस्ति, सम्मुह्य, सम्मोह्य, सम्मोह्य इति अत्र किमस्ति राजीभगिनी वदतु? उकारस्य अनन्तरं संयोगः हल् वर्णः अस्ति इति कारणात् नेरनटि इति एव कार्यं करोति, सम्मोह्य भवति. एकनिमेषः. अत्र गुणः जातः सम्मोहि इति धातुः, मोहि इति धातुः अस्ति, मोहि मोहि मोहि इति धातुः. सम् तत्र मुह मुह योगः णिच् मुह योगः णिच् इति कृत्वा लघुपुगन्ध दीर्घञ्च इति सूत्रेण तद् गुरुसंज्ञा भवति. ओकारः दीर्घ द्विमात्रिक दीर्घस्वरः, ततः गुरुसंज्ञा भवति, तत्कारणात् सम्मोह्य इति निजन्तरूपम् आगच्छति. निजन्तरूपम् अस्ति. अत्र अग्रे तत्र संयोगः नास्ति, अनन्तरं हकारयोः संयोगः अनन्तरं, किन्तु अत्र सम्मोहकारः एव अस्ति. सम्मोहयोगः य इति पृथक् अस्ति तावता, तत्र संयोगः नास्ति खलु? नास्ति महोदय, नास्ति. अत्र संसोच्य अत्र अत्रापि ओकारः दीर्घः इति कृत्वा इति संशोचि इत्यस्य तत्र ई लोपः संशोच्य परिभाव्य अपि दृष्टवन्तः. अग्रे अन्ततो गत्वा विद्याभगिनी तत्र स्मारयतु तत्र निष्ठायाम् इति किं भवति अत्र तवतु. तत्र त अपि च तवतु प्रत्ययद्वयोः प्रत्ययद्वयमपि तत्र निष्ठासंज्ञा भवति, तर्हि तत्र यत्र धातुः सेट् अपि च त अथवा तवतु प्रत्ययः करपत्रे सूत्रमस्ति, सर्वे पश्यन्तु, हा वदतु. यत्र धातुः सेट् अस्ति, अनेकाच् धातुः सेट् अस्ति, अपि च तत्र त प्रत्ययः अपि च तवतु प्रत्ययः प्रत्ययद्वयमपि सेट् अस्ति चेत् तत्र निष्ठायां सेटि इति सूत्रेण त प्रत्ययः तवतु प्रत्ययः तस्मात् प्राक् निच् प्रत्ययस्य लोपः भवति इति सूत्रं वदति निष्ठायां सेटि. हा अत्र विशेषसूत्रमस्ति यतोहि अत्र नेरनिति इति कार्यं करोति स्म वा? अत्र नेरनिति इति न कार्यं करोति यतोहि अत्र आर्धधातुकप्रत्ययः सेट् अस्ति. इडागमः इडानुकूलता अस्ति प्रत्ययस्य इति कृत्वा तत्र नेरनिति इत्यस्य कार्यं नास्ति. हा नेरनिति इति णिचः इकारस्य लोपः न भवति स्म, किन्तु णिचः इकारस्य लोपः अपेक्षितः आसीत्, तदर्थं पाणिनिः नूतनसूत्रं रचितवान् इति निष्ठायां सति. यत्र निष्ठासंज्ञकः प्रत्ययः सेट् अस्ति तत्र नेर्लोपो भवति. तत्र उदाहरणं तत्र पश्यतु एकवारं. गम् धातुः अस्तु. गमी इति निजन्तधातुः, गमी योगः तवान् इति तवतु प्रत्ययः. तत्र गमी इति धातुः अनेकाच् सेट् अस्ति, धातुः सेट्. तवान् इति प्रत्ययः प्रत्ययस्य आदौ तकारः अस्ति, तकारः वल् प्रत्याहारे अस्ति इति कृत्वा तत्र इडानुकूलता अस्ति, इडागमः भवति. तर्हि गमी योगः इडागमः योगः तवान्, गमी योगः इतवान् इति अस्ति. इदानीम् अत्र निष्ठायां सेटि इति सूत्रेण तवान् इति इडनुकूलता अस्ति, अपि च गम् धातुः सेट् अस्ति इति कृत्वा तत्र निच् प्रत्ययस्य लोपः भवति. तर्हि गमी इत्यस्मिन् इकारस्य निच् प्रत्ययस्य लोपः, तर्हि गम् योगः इतवान् गमितवान्. अत्र इकारः इडागमः अथवा निच्? अत्र इकारः इडागमः, निच् निच् इत्यस्य लोपः, निचः लोपः जातः. गमितवान् सर्वत्र तथैव अस्ति, निच् निच् निष्प्रसङ्गे. रक्षितवान्, नाशितवान्, स्मारितवान्, दर्शितवान्, कारितवान्, घातितवान्, मोहितवान्, शोचितवान्, भावितवान्, अत्र सर्वत्र निचः लोपः भवति. यतोहि सर्वत्र धातुः अनेकाच् अस्ति इति कृत्वा सेट् तवतु इत्यस्मिन् तकारः प्रत्ययः तत्र प्रत्ययस्य आदौ यः स च तकारः वल् प्रत्याहारे अस्ति इति कृत्वा सोपि सेट् अस्ति. अतः सर्वत्र इडागमः भवति. इडागमः इति कृत्वा निष्ठायां सेट् इति कृत्वा निष्ठासंज्ञकः तवतु प्रत्ययः सेट् इडागमः भवति, अतः णिचः लोपः भवति सर्वत्र. इदानीम् अणिजन्ति यत्र णिच् नास्ति, गतवान् नाम तत्र अत्र अस्माभिः भिन्नरीत्या चिन्तनं करणीयमस्ति. यतोहि धातुः अनेकाच् नास्ति, तत्र भिन्ननियमः अस्ति. इदानीं मास्तु, किन्तु कुत्रचित् धातुः सेत्, कुत्रचित् अणिच् अस्ति. धातुः सेत् भवति चेत् धातुः सेट् भवति चेत् इडागमः भविष्यति, सेट् नास्ति चेत् इडागमः. नाम तवतु सेट् अस्ति, सरानुकूलः तवतु तवत् सेट् अस्ति एव, किन्तु द्वयमपि सेट् स्यात्. गम् धातुः सेट् नास्ति, गतवान्. रक्ष इति धातुः सेट् अस्ति, रक्षितवान्. नश् इति धातुः सेट् नास्ति, नष्टवान्. स्मृतवान् अग्रे द्रष्टुं शक्नुमः, दृष्टवान्, कृतवान्. अत्र एते धातवः सेट् सेटः न सन्ति. हतवान्, मुग्धवान्, किन्तु शुच् धातुः सेट् अस्ति, शुचितवान्. तत्र भूधातोः वैशिष्ट्यमस्ति इदानीं मास्तु, नाम कुत्र सेट् भवति, कुत्र सेट् न भवति इति विषयः. इदानीं सुमित्रा भगिनी तत्र पुनस्मरणम् इष्टवती इति कृत्वा वयं तत्र सम्पूर्णरीत्या कृतवन्तः. इदानीम् अग्रिमे सप्ताहे तत्र किञ्चित् समापयामः निजान्तप्रसङ्गः. तत्र अग्रिमपाठः तत्र पुस्तके पाठद्वयमस्ति, पुस्तके पाठद्वयमस्ति. इदानीं प्रथमाध्यायः प्रायः समाप्तः अस्ति, किञ्चिदेव द्रष्टुं शक्नुमः, नो चेत् अग्रिमपाठे पुनस्मरणं भवति कुत्र तत्र कुत्रचित् द्वितीयविभक्तिः, कुत्रचित् तृतीयविभक्तिः प्रयोगे, नाम व्यावहारिकप्रयोगः भविष्यति अग्रिमे सप्ताहे इति निजान्तप्रयोगः व्यवहारः एकवारं पश्येम. अनन्तरं ततः अग्रे नाम अग्रिमसप्ताहानन्तरं भवति अस्माकं क्ताप्रत्ययः, क्ताप्रत्ययः बहु सम्यक् अस्ति. तर्हि अग्रिमे सप्ताहे निजन्तप्रसङ्गं समापयामः अभ्यासं कृत्वा सम्यक्तया जम्कि. अनन्तरं तदनन्तरं क्त इति प्रत्ययः आरप्स्यते. व्यावहारिकरीत्या पश्यामः तत्र क्ताप्रत्ययः सप्ताहद्वयानन्तरं अभ्यासं कृत्वा. अस्तु, सम्यक् अस्ति. तर्हि धन्यवादः सर्वेषां, नमस्कारः, धन्यवादः, धन्यवादः, धन्यवादः.